पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 102 नारद उवाच पतितं वीरभद्रं तु द्रंष्ट्वा रुद्रगणा भयाद आगतास्ते रणं हित्वा क्रोशमाना महेश्वरम् अथ कोलाहलं श्रुत्वा गणानां चन्द्रशेखरः अभ्ययाद्वृषमारूढः सङ्ग्रामं प्रहसन्निव रुद्रमायां तमालोक्य सिंहनादैर्गणाः पुनः निवृत्ताः सङ्गरे दैत्यान्निजघ्नुशरवृष्टिभिः दैत्याश्च भीषणं रुद्रं दृष्ट्वा सर्वे विदुद्रुवुः कार्तिकव्रतिनं दृष्ट्वा पादकानीव तद्भयाद अथ जालन्धरो दैत्यान् विद्रुतान् प्रेक्ष्य सङ्गरे रोषा दधावच्चण्डीशं मुञ्जन् बाणान् सहस्रशः शुम्भो निशुम्भोश्वमुखकालनेमिर्बलाहकः खड्गरोमा प्रचण्डश्च कस्मरश्च शिवं ययुः बाणान्धकारसञ्चन्नं दृष्ट्वा गणबलं शिवः तद्बाणजालं विच्छिद्य स्वबाणैरावृणोन्नभः दैत्यांश्च बाणवात्याभिः पीडितानकरोत्तदा प्रचण्डजालबाणौकैरपादयद भूतले खड्गरोम्नः शिरकोपात्तथा परशुनाच्छिनद बलाहकस्य च शिरखड्वाङ्गेना करोद्विधा बद्ध्वाज खस्मरं दैत्यं पाशेनाभ्यहनद्भुवि वृषभेण हदा केजित् केजिद्बाणैर्निराकृताः न शेकुरसुरास्तादुं गजाः सिंहार्दिदा यथा ततः कोपपरीतात्मा वेगाद्रुद्रं जलन्धरः आह्वयामास समरे तीव्राशनिसमस्वनः जलन्धर उवाच युध्यस्वाद्यमया सार्धं किमेभिर्निहितैस्तव यच्च किञ्चित् बलं तेऽस्ति तद्दर्शय जडाधर नारद उवाच इत्युक्त्वा बाणसप्तत्या जखान वृषभध्वजं तान् प्राप्तान् चिदैर्बाणैः चिच्छेदप्रहसन्निव तदोहयान्ध्वजं छत्रं धनुश्चिच्छेदसप्तभिः सच्चिन्नधन्वा विरधो गदामादाय वीर्यवान् अभ्यधावच्चिवस्तावत् गदा बाणायर्द्विधा करोद तथापि मुष्टिमुद्यम्य ययौ रुद्रजिकांसया तावच्छिवेन बाणौखैः क्रोशमात्रमपाकृतः ततो जालन्धरो दैत्यो मत्वा रुद्रं बलाधिकम् ससर्जमायां गान्धर्वीमद्भुतां रुद्रमोहिनीं ततो जगुश्च ननृदुर्गन्धर्वाप्सरसाङ्गणाः तालवेणुमृदङ्गांश्च वादयन्तः परस्परं तं दृष्ट्वा महदाश्चर्यं रुद्रो नादविमोहितः पतितान्यपि शस्त्राणि परेभ्यो न विवेदसः एकाग्रभूतमालोक्य रुद्रं दैत्यो जलन्धरः कामार्थः सञ्जगामाशु यत्र गौरीस्थिता भवत युद्धे शुम्भनिशुम्भाख्यौ स्थापयित्वा महाबलौ दशदोर्दण्डपञ्चास्यस्त्रिनेत्रश्च जडाधरः महावृषभमारूढः स बभूव जलन्धरः अथ रुद्रं समायान्दमालोक्य भववल्लभा अभ्याययौ सखी मध्यात्तद्दर्शनपदे भवत् यावद्दर्श चार्वङ्गीं पार्वतीं धनुजेश्वरः तावत् सवीर्यं मुमुचे जडाङ्गश्चाभवत्तदा अध ज्ञात्वा तदा गौरी दानवं भयविह्वला जगामान्तर्हिता तावत् सा तदोत्तरमानसम् तामदृष्ट्वा तदा दैत्यः क्षणात् विद्युल्लदामिव जवेनायात् पुनर्युद्धम् यत्र देवो वृषध्वजः पार्वत्यपि महाविष्णुं सस्मार मनसा तदा तावद्दर्शतं देवी सोपविष्टं समीपगं पार्वत्युवाच विष्णो जलन्धरो दैत्यकृतवान् परमाद्भुतं तत् किं न विदिदं तेऽस्ति चेष्टिदं तस्य दुर्मदेः श्रीभगवानुवाच तेनैव दर्शितपन्था वयमप्यन्वयामहे नान्यथा स भवेद्वध्यपादिव्रत्यात् सुरक्षितः नारद उवाच जगाम विष्णुरित्युक्त्वा पुनर्जालन्धरं पुरम् अध रुद्रश्च गन्धर्वानुगतसङ्गरे स्थितः अदन्तर्धानगतां मायां दृष्ट्वा तु बुबुधे तदा तद शिवो विस्मितमानसः पुनर्जगामयुद्धाय जलन्धरं रुषा स चापि दैत्यपुनरागतं शिवं दृष्ट्वा शरौखैः समवाकिरद्रणे इति श्रीपद्मे महापुराणे उत्तरखण्डे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामा संवादे दैत्यकपटवर्णनो नाम द्व्यधिकशततमोऽध्यायः ॐ